येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्च ज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिसूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगणेशाय नमः। ॐ श्रीसरस्वत्यै नमः। ॐ श्रीगुरुभ्यो नमः। इदा सर्वेभ्यः नमस्कारः। अद्यतनवर्गस्य स्वागतम्। अत्र सुपी च इति अत्र द्रष्टव्यं किं किम् अस्ति चेत् अत्र अष्टाध्याय्याः सूत्रक्रम आयोजनं किम्। अत्र सूत्रमस्ति खलु, अनिल् महोदय श्रोतुं शक्यते खलु? आमां महोदय, बहु धन्यवादः। अत्र छात्राः सार्ध षड्वादने इति उक्तं चेत् अपि तेषां कृते किञ्चित् क्लेशः अस्ति इति अहं मन्ये। अहम् अग्रे वदामि। अस्तु, अष्टाध्याय्याः सूत्रक्रमम् अत्र वृद्धिरेचि इति प्रथम अध्याये प्रथमपादे प्रथमसूत्रमस्ति। अग्रे किञ्चित् एङ्गिपदान्तात् न एङ्गिपररूपम् इति अस्ति, अनन्तरम् एत् एतत् युत्सु इति अपि अस्ति, अनन्तरम् अत्र ओम् वाङ्गोच्च इति अस्ति। अत्र एतत् सर्वाणि सूत्राणि स्वीकुर्मः चेत् अत्र बलाबलचिन्तनम् अस्ति, किं प्रथमम् आगच्छति, किम् अत्र अपवादम् अस्ति, एतत् सर्वे एतत् विषये एव सर्वे अत्र अस्ति। महाभाष्यं भाष्यवाक्यं किम् अस्ति चेत् अन्यत्र अन्यत्र लब्ध अवकाशः लब्ध अवकाशः अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः तुल्यबलविरोधः एकत्र प्राप्तिः। इदानीम् अत्र सूत्रं द्वयम् आगत्य प्रथमसूत्रं वन् अस्ति, सूत्रं प्रथमम् अस्ति चेत् द्वितीयसूत्रमपि अग्रे आगत्य कार्यं कर्तुं शक्यते एव। अतः अत्र सूत्राणि द्वयम् आगत्य कार्यं कर्तुं शक्यते एव। अतः एव अत्र बलाबलचिन्तनं किम्, अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा इति द्रष्टव्यम्। अस्ति चेत् अत्र विप्रतिषेते परं कार्यम् इति आगत्य किं सूत्रं प्रथमम् आगच्छति, किम् अग्रे आगच्छति, किं सूत्रं बलमस्ति, एतत् सर्वम् अत्र अन्यत्र अन्यत्र लब्ध अवकाशः योः एकत्र प्राप्तिः एकस्मिन् समये एव सूत्रं द्वयम् आगत्य कार्यं कर्तुं शक्यते चेत् अत्र तुल्यबलविरोधः तुल्यं किम् अस्ति अत्र इति द्रष्टव्यम्। एतत् विषये अग्रे आगच्छति एव। अतः एव अत्र तुल्यबलविरोधः इति तत्र दत्तं। तुल्य इत्युक्ते किं महोदय? तुल्य इत्युक्ते अत्र वेट् अस्ति खलु, अत्र तुल्यं द्वयोः मध्ये किं स्थापितं किं न स्थापनीयं स्थापनीयं किम् अत्र स्थापितं चेत् समानतया आगच्छति, एतत् सर्वं तुल्यम् इति कम्पेरिटिव् इति अस्ति खलु, कम्पेरिटिव् तुल्यम्। एतत् अत्र सूत्रं द्वयमस्ति चेत् अत्र तुल्यं द्रष्टव्यं, किं सूत्रं प्रथमम् आगच्छति, वृद्धिवेचि आगच्छति वा, न तु एत् एतत् युत्सु आगच्छति वा, अनन्तरम् एङ्गीपररूपम् इति सूत्रम् आगच्छति वा, ओमाङ्गोच इति सूत्रम् आगच्छति वा, एतत् सर्वाणि सूत्राणि विरुद्धिः विषये एव आगच्छति। अत्र बलाबलचिन्तनम् अस्ति, अहं सूचयिष्यामि एतत् विषये, एतत् अग्रे आगच्छति एव। बलाबलचिन्तनव्यक्तिः सूत्रं प्रथमसूत्रं द्वयोः सूत्रं द्वयम् आगत्य कार्यं करोति चेत् किं सूत्रं प्रथमम् आगत्य कार्यं करोति? एतत् एव अत्र अन्यत्र अन्यत्र अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति. एतत् सूत्रम् आगत्य एतदपि आगन्तुं शक्यते एव इति चिन्तनं भवति. लब्ध अवकाशः लब्ध इत्युक्ते स्वीकर्तुं खलु. एतत् समये एव अत्र आगच्छति. लब्धम् इत्युक्ते किम्? अप्टैन् खलु. लब्ध अवकाशः अस्ति, अवकाशः तत्समये अस्ति एव. इदानीं स्वीकुर्मः अत्र एतत् बृहत् कार्यमस्ति, परन्तु अहं सूचयिष्यामि. अत्र एङ्गि एङ्गि पररूपम् इति सूत्रं स्वीकुर्मः चेत् अनन्तरं पूर्वतनसूत्रमस्ति वृद्धिरेचि. वृद्धिरेचि कार्यमपि एङ्गिपररूपमेव भवति. अत्र पश्यतु, एङ्गि एङ्गिपररूपम् इति स्वीकुर्मः चेत् आवर्णान्तात् उपसर्गात् एकारादि ओकारादि धातुरूपे एकारादि ओकारादि धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति इति तत्र दत्तम्. इदानीम् अन्यसूत्रमपि अस्ति वृद्धिरेचि. वृद्धिरेचि आवर्णन्तात् एच् वर्णे परे, एच् वर्णः ऐ उन् कृ लुक् एवङ् ऐ औच् ए ओ ऐ अत्र आवर्णात् एच् वर्णे परे संहितायां पूर्वपरयोः एकः वृद्धिः एकादेशः भवति. एकारः ऐकारः ओकारः औकारः अत्र अपि वृद्धिः एकादेशः भवति. अन्यसूत्रमपि किं वदति? अत्र पररूप आदेशः पूर्वपरयोः एकः पररूपः आदेशः भवति. एतदपि प्र उपसर्ग एजते इति योजनेन प्रयुजते एव आगच्छति, वृद्धिः भवति. अत्र तुल्यबलविरोधः अत्र स्थापनीयं, चिन्तनीयम् अस्ति. अत्र एङ्गि पररूपं पूर्वम् आगच्छति वा न तु वृद्धिरेचि पूर्वम् आगच्छति वा, अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा, यत्र प्राप्तिः अस्ति, एतत् चिन्तनीयम्. अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा, अनन्तरं लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः, अत्र प्राप्तिः अस्ति वा तुल्यबलविरोधः अस्ति वा द्वयोः मध्ये, एतत् चिन्तनीयम्. इदानीम् अत्र वृद्धिरेचि इति सूत्रस्य अपवादसूत्रम् एङ्गि पररूपम् इति किञ्चित् कालानन्तरमेव कालक्रमेण एव मनसि एतत् आगच्छति. परन्तु वृद्धिरेचि इति सूत्रस्य अपवादसूत्रमस्ति एङ्गिपररूपम् इति मनसि स्थापनीयम्. किञ्चित् कालानन्तरम् एतत् महाभाष्यवाक्यं किम् अस्ति? अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वा? अस्ति चेत् द्वयोः मध्ये तुल्यबलविरोधः कुत्र भवति? विप्रतिषेते परं कार्यम्. अत्र एतत् सूत्रमपि द्रष्टव्यम्. विप्रतिषेते परं कार्यम् एतत् किं सूचयति? तुल्यबलसूत्रयोः तुल्यबलसूत्रयोः द्वयोः मध्ये सूत्रद्वयमागत्य कार्यं करोति चेत् समानस्थले एकस्मिन् स्थले प्राप्तिः द्वयोः मध्ये सूत्रं द्वयम् अस्ति चेत् प्राप्तिः अस्ति चेत् परसूत्रस्य प्रयोगः परसूत्रमस्ति चेत् एङि पररूपम् इदानीं वृद्धिरेचि इति स्वीकुर्मः चेत् प्रथम अध्याये प्रथमपादे प्रथमसूत्रमस्ति वृद्धिरेचि अनन्तरम् एङि पररूपं स्वीकुर्मः चेत् अत्र किं भवति एङि पररूपं विप्रतिषेधे परं कार्यम् अत्र पश्यतु अत्र एङि पररूपं विरुदिरेचि विरुदिरादेचि एव प्रथमाध्याये प्रथमपादे प्रथमसूत्रं विरुदिरादेच एतत्तु संज्ञासूत्रं सूत्रसङ्ख्या परन्तु विरुदिरेचि विरुदिरेचिस्तु षष्टमाध्याये प्रथमपादे अष्टाधिक अशीतिः इति अस्ति अत्र एतत् सूत्रं विरुदि एकादेशः भवति परन्तु अत्र एङ्गीपररूपं स्वीकुर्मः चेत् विरुदिरेचि अस्ति विरुदिरेचि एव एङ्गीपररूपम् अत्र पश्यतु षष्टमाध्याये प्रथमपादे चतुरधिकनवतितमम् इति अस्ति अत्र एतदपि वृद्धिरेचि अपि षष्टमाध्याये एव 6188 अस्ति षष्टमाध्याये एव अस्ति वृद्धिरेचि अनन्तरम् एङ्गीपररूपं दृष्टे चेत् अत्र कुत्र भवतु एङ्गीपररूपम् समानपाद एव समान अध्याये एव समानपादे एव पादमपि अस्ति अनन्तरम् अत्र इदानीं श्लोकपररूपम् एङ्गिपररूपं 6194 अनन्तरम् वृद्धिरेचि इति विरुदिरेचि 88 अस्ति एङ्गीपररूपं 94 अस्ति अत्र द्वयोः मध्ये अपवादम् इत्युक्ते अपवादम् इत्युक्ते पूर्वपर अन्तरङ्ग बहिरङ्ग अपवाद न नित्य अपवादयोः मध्ये एतदपि द्रष्टव्यं वा पूर्वपर अन्तरङ्ग पूर्वपर कोऽपि जानन्ति वा झटिति वक्तुं शक्यते वा किं महोदय पूर्वपर अन्तरङ्ग अपवाद मया पूर्वमेव लिखितम् एतत् विषये कोऽपि झटिति वक्तुं शक्यते वा एतत् पूर्वपर अन्तरङ्ग अपवाद पूर्वपर अन्तरङ्ग नित्य अपवादत्वेन किम् अत्र बलवत् भवति इति तत्र अस्ति मया एतत् विषये पूर्वमेव लिखितम् अनन्तरं अस्माकं कृते छात्राः एतत् लेखनी कुत्रापि एतत् मया लिखितमेव किमपि सूत्रमस्ति वा महोदय सूत्रं नास्ति एतत् परिभाषा अस्ति परिभाषा उणादिप्रत्ययं नास्ति एव पूर्वपर अन्तरङ्ग अपवादत्वेन एतत् झटिति कार्यं करोति अत्र किं सूत्रम् एतदपि अत्र बलाबलचिन्तनमस्ति किं सूत्रं प्रथममागत्य कार्यं करोति इदानीम् अत्र वृद्धिरेचि अनन्तरम् अत्र वृद्धिरेचि एङ्गि पररूपम् इति अस्ति चेत् अत्र अपवादत्वेन अपवादत्वेन बलवत् भवति इति तत्र सूचितम् एतत् परिभाषा सूत्रमस्ति पूर्वपर अन्तरङ्ग अपवाद इति अस्ति वयं मा अन्यत्र अन्यत्र लब्धाद् वा लब्ध अवकाशो अन्यत्र अन्यत्र इदानीमेव मया सूचितं खलु भोजनमिति अस्ति अत्र द्रष्टव्यम् अस्ति वा इति नास्ति वा अत्र एतत् बलाबलचिन्तनविषये एव एतदपि अस्ति अहम् एतत् विषये प्रेषयिष्यामि एतदपि परिभाषासूत्रमस्ति किं बलवत् भवति इति अन्यत्र अन्यत्र लब्ध अवकाशः किम् अस्ति इति एतदपि सूचितम् अहं ग्रूप् मध्ये एतत् विषये प्रेषयिष्यामि इदानीं पूर्वपरनित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत् भवति अतः तत्र वृद्धिरेचि इति आगत्य कार्यं करोति चेत् एतत् कुत्रापि लिखन्तु एतत् मुख्य परिभाषासूत्रमस्ति किमत्र बलवत् भवति इति पूर्वपर अन्तरङ्ग अपवादत्वेन अत्र किं बलाबलचिन्तनं भवति इति तत्र दत्तम् अत्र अनिल् मह्यं ग्रूप् मध्ये प्रेषयतु मा परन्तु तत्तु इमेज् अस्ति ओके नास्ति अन्तलक्ष्मी अस्ति वा अन्तलक्ष्मी तस्य महालक्ष्मी अपि अस्ति. महालक्ष्मी महालक्ष्मी महालक्ष्मी अत्र प्रेषयिष्यामि, भवती तु अत्र ग्रूप् मध्ये प्रेषयतु, भवत्याः नाम एव आगच्छति अतः. अस्तु अहम् अप्रेषयत् मा. अस्तु इदानीम् अत्र अत्र अन्यत्र अन्यत्र लब्ध अवकाशः योः अन्यत्र अन्यत्र लब्ध अवकाशः योः. इदानीम् अत्र वृद्धिरेचि इदानीं मया सूचितम्, एङ्गि पररूपं मया अपि मया सूचितम् अत्र अपवादत्वेन. इदानीम् अत्र पूर्वपर अन्तरङ्ग पूर्वपरे नित्य अन्तरङ्ग पूर्वम् इति अस्ति चेत् एतत् सूत्रं बलवत् भवति, परं सूत्रमस्ति चेत् एतत् बलवत् भवति, नित्यसूत्रमस्ति चेत् एतत् बलवत् भवति, अन्तरङ्गमस्ति चेत् एतत् बलवत् भवति, अनन्तरम् अपवादमस्ति चेत् एतत् बलवत् भवति. अत्र पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरम् उत्तर उत्तरम् यत् यत् यत् सूत्रम् अग्रे आगत्य कार्यं करोति एतत् एव बलवत् भवति इति. समीचीनम्, सर्वे अवगच्छन्ति वा? अत्रैव प्रश्नः अस्ति चेत् पृच्छतु. नमो नमः महोदय. महोदय, पूर्वं परम् इति उदाहरणं दृष्टम्, अन्तरङ्ग इत्युक्ते बहिरङ्ग अन्तरङ्ग बहिरङ्ग इति एतत् अपि आगच्छतु. अन्तरङ्गं किं, बहिरङ्गं किम् इति सूत्रे अस्ति. एतत् अन्तरङ्गसूत्रं किं, बहिरङ्गसूत्रम्. अन्तरङ्गम् इत्युक्ते अत्र झटिति अत्र दृष्टमे चेत् अत्र कार्यं द्रष्टुं शक्नुमः. बहिरङ्गम् इत्युक्ते सूत्रविषय अन्ततो गत्वा किं कार्यं द्रष्टव्यम्. अस्तु, अत्र पूर्वसूत्रम् अस्ति चेत् एतत् बलवत् भवति, अनन्तरं परसूत्रम् अस्ति चेत् एतत् बलवत् भवति, इतोपि नित्यसूत्रमस्ति चेत् एतत् बलवत् भवति, अन्तरङ्गमस्ति चेत् एतत् बलवत् भवति, अनन्तरम् अपवादं सूत्रमस्ति चेत् एतत् बलवत् भवति. इदानीं स्वीकरोतु वृद्धिरेचि. वृद्धिरेचि इति सूत्रं तु 6188. एङ्गिपररूपं तु 6194. दशमाध्याये एव अस्ति, प्रथमपादे एव अस्ति, परन्तु वृद्धिरेचि इति 88 अस्ति. एतत् पूर्वसूत्रमस्ति. परसूत्रं किम् अस्ति अत्र? एङ्गिपररूपम् 94 अस्ति. अतः एङ्गिपररूपम् इति अपवादसूत्रमस्ति. इदानीं किं सूत्रं बलवत् भवति? अत्रैव उत्तरमस्ति. पररूपम् अपि अस्ति, अनन्तरम् अपवादमपि अस्ति, अतः एङ्गिपररूपम् एव बलवत् भवति. समीचीनम्. आम्, अस्तु. इतोपि प्रश्नः अस्ति वा अनिल् महोदय? एतत् सर्वाणि किमर्थं बलवत् महोदय? लैक् प्रथमं इस् इट् लैक् द बोडमास् रूल्? लैक् सो प्रथमं पूर्वं बलवत्, यदि पर अस्ति चेत् परबलवम्. उत्तमं, तादृशमेव चिन्तनीयम्. अनन्तरं नित्यसूत्रमस्ति चेत् नित्यसूत्रमपि अस्ति, किमपि परिवर्तनं नास्ति. नित्यसूत्रमस्ति चेत् एतत् बलवत् भवति, अनन्तरम् अन्तरङ्गम् अस्ति चेत् एतत् बलवत् भवति, अनन्तरम् अपवादमस्ति चेत् एतत् बलवत् भवति. एतदेव. अतः अन्यत्र अन्यत्र लब्ध अवकाशः, अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति. वृद्धिरेचि अपि वृद्धिः भवति, एङ्गिपररूपमपि एवो अस्ति, अतः अत्र अपि प्र ओ प्रयोगः एति इति एति अस्ति चेत् प्रैति इति भवति. अत्र अपि वृद्धिरेचि वृद्धिः एकादेशः भवति, कार्यं करोति, परन्तु अपवादत्वेन एङ्गिपररूपं बलवत् भवति. अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति. वृद्धिरेचि अपि वृद्धिकार्यं करोति, एङ्गिपररूपमपि वृद्धिकार्यं भवति, एतत् युट्स् इति वृद्धिकार्यं भवति, ओमाङ्गोच्च इति अपि वृद्धिकार्यं भवति. एतत् च चत्वारि सूत्राणि विच्य विलिख्य किं किम् अस्ति इति लेखनीयमेव. अस्तु, अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति वृतिरेचि इति स्वीकुर्मः चेत् अत्र अन्यत्र अन्यत्र लब्ध अवकाशः योः एकत्र प्राप्तिः अस्ति. इदानीं वृतिरेचि स्वीकुर्मः चेत् 88 अस्ति सूत्रसङ्ख्या. अनन्तरम् अत्र एङि पररूपम् अस्ति चेत् परसूत्रमस्ति 94. इदानीं विप्रतिषेधे परं कार्यम् इति सूत्रम् आगत्य विप्रतिषेधे परं कार्यं, परं कार्यं किम् अस्ति? 94 एव अस्ति, एङि पररूपमेव अस्ति. अतः तत्र विप्रतिषेधे परं कार्यम् इति बलवत् भवति, अपवादमपि अस्ति. एतत् कार्यं करोति. अन्यत्र अन्यत्र लब्ध अवकाशः योः एकत्र प्राप्तिः अस्ति. विविदेशे अपि कार्यं एक द्वयोः मध्ये एकः वृद्धिः भवति. एङि पररूपमपि द्वयोः मध्ये कार्यं कर्तुं शक्यते एव वृद्धिः आगत्य. परन्तु अत्र अन्यत्र अन्यत्र लब्ध अवकाशे योः एकत्र प्राप्तिः अस्ति, वृद्धिकार्यं भवति. अत्र तुल्यबलविरोधः किम् अत्र आगत्य कार्यं करोति इति अत्र द्रष्टव्यम्. एतदेव अन्यत्र अन्यत्र लब्धावकाशः. एतत् महाभाष्यवाक्यं, महाभाष्यवाक्यम्. इदानीं मया झटिति किमपि मनसि न तिष्ठति एव कालक्रमेण एतत् किम् अत्र आगत्य कार्यं करोति इति पश्यतु. अत्र पूर्वपर पूर्वपरसङ्ख्या नास्ति महोदय. पूर्वपर पूर्वपर एतत् परिभाषा अस्ति. परिभाषा अस्ति, परिभाषा अत्र सूत्रसङ्ख्या नास्ति एव. पूर्वपर परिभाषा 55. लेट् मी स्टाप् पूर्वपर पश्यामि. महोदये कुत्रचित् केचित् सन्दर्भे पूर्वसूत्रं बलीयम् अपि योजितुं शक्यते वा? एतत् सूत्रानुसारं न, तादृशसन्दर्भाः योजयन्ति वा? आम्, अत्र बलाबलचिन्तनं द्रष्टव्यम्. अस्तु, बलाबलचिन्तनविषये एतत् सूत्रमेव आगतम्. अस्तु, बलाबलचिन्तनम्. अनन्तरम् अत्र किम् आगत्य कार्यं करोति इति अत्र विप्रतिषेधे परं कार्यम् इति एव सूचये. विप्रतिषेधे परं कार्यं वयं मनसि स्थापनीयम् इति परसूत्रं बलीयमिति. पूर्वपर मया इदानीं सूचितम् अत्र एतत् परिभाषासूत्रमस्ति. परिभाषासूत्रम् अग्रे चरेम, अग्रे चरेम. अत्र इदानीं तुल्यबलविरोधं कुत्र अस्ति मा? तेन सूत्रस्य इदानीं एङि पररूपमस्ति, अपवादसूत्रमस्ति. इदानीम् अत्रैव अस्ति एतत् विषये सुपि च. अत्र अनिल् महोदय पठतु यथा. कुत्र महोदय? यथा, हा यथा, अस्तु अस्तु. यथा सुपि च सप्तमाध्याय तृतीयपादे द्वे अधिकशतम् अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य दीर्घादेशो भवति यनादि सुप् प्रत्यये परे. अनुवृत्तिसहितसूत्रं यनि सुपि च अङ्गस्य अतः दीर्घः वृक्षयोगभ्यां वृक्ष आ योगभ्यां वृक्षाभ्याम् अङ्गस्य दीर्घः भवति. सुपि च इति सूत्रं किं करोति? 7302 एतत् सुपि च ययादि अत्र ययादि किम् अस्ति इति द्रष्टव्यं ययादि किम् अस्ति अत्र अतो दीर्घो ययि इति सूत्रं स्वीकुर्मः चेत् अत्र ययादि सार्वधातुकप्रत्यये परे अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घ आदेशः भवति अलोन्तस्य इति सूत्रमपि अत्र कार्यं करोति अलोन्तस्य अन्तिमवर्णस्य ययादि हयवरट् इति अस्ति खलु एवं हयवरट् हयवरट् इति यकारः अत्र य व र ल हयवरट् लन् यमनन्यजम् भवाई एतत् पर्यन्तम् अत्र आगत्य कार्यं करोति जबै इति जब एव नकारः ययादिप्रत्ययम् अत्र अस्ति एतत् अत्र यत्र आगत्य अस्ति तर्हि अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घः आदेशः भवति एतदेव पट् इति स्वीकुर्मः अत्रैव अस्ति भवान् एव पठतु यथा पठ धातोः लट् लकारस्य उत्तमपुरुष एकवचने से रूपसिद्धौ पठ योग शप् योग मिप् इत्यत्र मिप् अयं मकारादि सार्वधातुकप्रत्ययः अस्ति अतः अस्य उपस्थितौ अस्य प्रत्ययस्य यद् अङ्गं पठ योग शप् पठ योग तस्य अन्तिमवर्णस्य दीर्घादेशः भवति अतः पठामि इति अन्तिमरूप जायते रूपम् अत्र अतो दीर्घो अत्र दीर्घ आदेशः भवति अकः सवर्णे दीर्घः इत्यनेन अत्र मया पूर्वमपि एकं सूत्रम् उक्तम् अत्र तादृशमेव भवति परन्तु अकः सवर्णे दीर्घ बाधित्वा अन्यसूत्रं कार्यं करोति अत्र अन्तिमवर्णस्य दीर्घ आदेशः भवति अन्तिमवर्णस्य अत्र प्रत्यये परे एव मया इदानीमपि एकं सूत्रम् अकगसवर्णदीर्घ बाधित्वा अन्यसूत्रमपि कार्यं कर्तुं शक्यते इति मया उक्तं कोऽपि स्मरन्ति वा अन्यसूत्रं किम् अस्ति अत्रापि बलाबलचिन्तनमपि अस्ति कोऽपि जानन्ति वा अत्र अहं हिण्ट् इदानीं दास्यामि पूर्वपरयोः पररूपम् एकादेशः भवति एतदेव उत्तरमस्ति इदानीं वदतु किं सूत्रमस्ति इति महालक्ष्मी एकः पूर्वपरयो वेङ्गि पदान्तात् न न न न कोऽपि स्मरन्ति वा मया उक्तमेव एतत् विषये अस्तु कोऽपि न जानन्ति चेत् अहम् अग्रे इदानीम् अहं अमा पूर्वपर नित्यानन्तरङ्ग एतदेव अपदान्तात् अकारात् गुणे परे संहितायां पूर्वपरयोः एकः पररूपम् एकादेशः भवति एतत् अकः सवर्णे दीर्घः इति सूत्रस्य विषये अपवादसूत्रमस्ति अतः अतो गुणे इति पट् अस्ति चेत् अत्र अपदान्त अकारात् अकारे परे अतो गुणे इति उभयोः पररूपम् एक एव आदेशः भवति अतः अत्र इदानीं शप् मध्ये आकारः तिष्ठति खलु इदानीं भवान् पठितवान् खलु पट् योगः शप् योगः इति अस्ति अत्र एतत् शप् अत्र न भवति अत्र एतत् शप् अत्र न भवति अतः अत्र अन्य अन्यस्मिन् पक्षे अन्ति इति अस्ति खलु एतत् अकारः एव अत्र आगत्य कार्यं करोति अतो गुणे इति अतः एव पठन्ति पठान्ति इति न आगच्छति पठन्ति एव अस्तु प्रथममपि आकारः अस्ति अत्र पश्यतु प्रथममपि आकारः अस्ति अनन्तरमपि अकारः अस्ति अत्र एकस्मिन् पक्षे अतो गुणे इत्यनेन पररूपमेव एकदेशः भवति अतः पठन्ति एव भवति न पठान्ति इदानीं भवान् पठितवान् अत्र पट् धातोः लट् लकारस्य उत्तमपुरुषे एकवचनं अत्र मिप् कुत्र भवति मिप् कुत्र भवति द्वितीय एकवचनं मिप् कुत्र भवति धातोः तिप्तस्जि सिप्तस्ता मिप् वस्पस् तृतीया तृतीया एक उत्तमपुरुषे एकवचनम् अस्ति अत्र मिप् अस्ति चेत् अत्र द्वयोः अत्र टप् अस्ति चेत् अकारः तिष्ठति अनन्तरं मिप् अस्ति चेत् अत्र किमस्ति अत्र मिप् उभय अयम् अकारादि सार्वधातुकप्रत्ययः अस्ति चेत् अत्र उपस्थितौ अस्य प्रत्ययस्य यद् अङ्गस्य पट्टयोगः सप् अस्ति चेत् अत्र पूर्वपरयोः पररूपमेव अत्र पररूपं नास्ति अत्र अन्तिमवर्णस्य अङ्गस्य एव दीर्घः आदेशः भवति अतः पठामि इति भवति पठन्ति इति स्वीकुर्मः चेत् अत्र अतो गुणे कार्यं करोति पठान्ति इति नास्ति एतत् कुत्रापि लेखनीयमेव पठामि किमर्थम् अत्र ययादिप्रति परे अस्ति चेत् अत्र किं दीर्घः भवति मनसि स्थापनीयं दीर्घः भवति अनन्तरम् अतोगुणे इति स्वीकुर्मः चेत् एकः अकारः एव आगत्य पररूपम् आगत्य कार्यं करोति अतः पठान्ति इति नास्ति पठन्ति एव एतत् मनसि स्थापनीयम् अतो दीर्घो ययि इति सूत्रं किं भवति अनन्तरम् अतोगुणे सूत्रं किं कार्यं करोति अकः सवर्णे दीर्घः एतत् बाधित्वा अतोगुणे कार्यं करोति एतत् मनसि कुत्रापि लेखनीयम् अत्र एव तुल्यबलविरोधः किं भवति बलाबलस्य चिन्तनं कर्तव्यं छात्राः छात्रैः एतत् कर्तव्यमेव कुत्रापि लेखनीयमेव अत्र वयसि बहु लघु अस्ति चेत् एतत् झटिति किम् अस्ति कण्ठस्थीकरणमेव अस्ति इदानीमत्र ययि सुपि च अङ्गस्य अतः दीर्घः वृक्ष इति अस्ति चेत् व्याम् इति अत्र प्रत्ययमस्ति अत्र अकारः कत्रिशप् इदानीम् अत्र ययि सुपि च अङ्गस्य अतः दीर्घः अदन्तात् अन्ते स्थितस्य अकारस्य दीर्घः भवति इदानीं वृक्षयोगः चकारः उत्तरवती किं भवति कोऽपि अकारः अस्ति इदानीम् अत्र दीर्घः भवति वृक्षयोगः आ भ्यां योजनेन वृक्षाभ्याम् इति अन्तिमरूपम् एतत् किं सूत्रेण आगच्छति सुपीच इति सूत्रेण अदन्त सुपीच इति सूत्रेण अदन्तस्य अङ्गस्य स्थितस्य अकारस्य अकारः तु दीर्घः भवति अतः एव अत्र वृक्षाभ्याम् इति भवति वा इदानीम् अन्यसूत्रमपि कार्यं करोति किं भवति अत्र बहुवचने जल्येत् इति स्वीकुर्मः चेत् अत्र अन्तलक्ष्मी पठितुं शक्यते वा अहं पठामि बहुवचने बहुवचने चल्येत् अदन्ताङ्गस्य अन्ते स्थितस्य अकारस्य एकारादेशो भवति चल्यति चलादि बहुवचनार्थ सुप्रत्ययपरे अनुवृत्तिसहितसूत्रं बहुवचने चलि सुपि अङ्गस्य अतः एत् वृक्षयोगः सुप् वृक्षयोगः ए योगः सु वृक्षेषु अदन्तस्य अङ्गस्य स्थितस्य अकारः वृक्ष इति भवति चेत् अत्र चकारः अस्ति, चकारः उत्तरवर्ति अकारः अस्ति, एतत् अकारस्य एकारः भवति. तादृशमेव एकः सूत्रं पूर्वमेव वयं दृष्टवन्तः. कोऽपि स्मरन्ति वा अकारस्य स्थाने एकारः भवति? अत्र न एङ्गि पररूपं नास्ति. अत्र एकनिमिषम् अत्र पश्यतु, नास्ति नास्ति, अतः तिते आत्मनेपदानां तेरे इति सूत्रमस्ति, स्मरन्ति वा? मया उक्तमेव पूर्वं. तिते आत्मनेपदानां तेरे टि टि महोदय तित आत्मनेपदानां तेरे अन्तिमटीपादस्य टित् लकाराणाम् अत्र कुत्रापि लिखतु. अत्र अकारस्य स्थाने एकारः बहुवचने जल्येत् इति अनेन आगच्छति. अकारस्य स्थाने एकारः एतत् अकारस्य स्थाने नास्ति. टी भागस्य टी भागम् इत्युक्ते अत्र पश्यतु अकारः एव अत्र अस्ति. शप् मध्ये वन्द् योगः अकारः. एतत् मया इदानीं तुल्यबलविरोधः एव मया सूचितम्. अत्र किं सूत्रम् आगत्य कार्यं करोति, किम् अत्र बलबलचिन्तनं कुत्र भवति, अन्यत्र अन्यत्र लब्ध अवकाशः भवति वा, एतत् मया इदानीम् अत्र किञ्चित् इतस्ततः अटन्ति अटति मया. अत्र अटामि, अत्र पश्यतु वन्द् योगः शप् मध्ये अकारः एव तिष्ठति. इदानीं तिते आत्मने पदानां तेरे इत्यनेन ता प्रत्ययस्य यः तिसंज्ञकः ता इति, ता इति उपरि किम् अस्ति ता मध्ये, ता किम् अस्ति अत्र अन्तिमवर्णः तकार उत्तरवर्ति अकारः, अकारः तिष्ठति. तत् स्थाने एकारः आदेशकः. अतः एव अकारस्य स्थाने एकारः भूत्वा वन्दते इति भवति. तादृशमेव अत्र वृक्षयोगः सुप् योगः. अत्र वृक्ष चकारस्य उत्तरवति अकारः. इदानीम् अकारस्य स्थाने एकारः भूत्वा वृक्षे इति भवति. अनन्तरं सु सु इति अस्ति. किमर्थम् अत्र सु इति अस्ति चेत् अत्र सुप् अस्ति. अनन्तरम् अत्र तु अत्र ञे व्या ञे यो ञे ओ तुप् इति अस्ति. तुप् अत्र अन्तिमवर्णः एकारः अस्ति. अतः तत्र इङ्कोः इति अधिकारे आगत्य अनन्तरं सु इति आदेशप्रत्ययोः इति सूत्रम् आगत्य कार्यं करोति. अतः एव अत्र वृक्षेषु इति भवति. समीचीनम्. प्रश्नः अस्ति वा? पृच्छतु. वृक्षेषु इति बहुवचने जल्येत् इत्यनेनैव अन्तिमस्थितस्य अकारस्य स्थाने एकारः भूत्वा वृक्षेषु इति भवति. अनन्तरम् अत्र गायत्री पठतु वृक्षाभ्यां. वृक्ष युक्तं भ्याम् इति स्थितौ सुपि च इत्यस्य प्रसक्तिरस्ति. बहुवचने झल्येत् इत्यस्य प्रसक्ति नास्ति, यतः भ्यां बहुवचनार्थे नास्ति. वृक्षयुक्तं सु इति स्थितौ बहुवचने झल्येत् इत्यस्य प्रसक्तिरस्ति. सुपि च इत्यस्य प्रसक्तिर्नास्ति, यतः सुपः ययादि नास्ति. अतः उभयत्र एकत्र प्राप्तिः नास्ति, सूत्रविरोधः नास्ति, उभयत्र एकस्य एव सूत्रस्य प्रसक्तिः। किञ्चित् वक्तुं शक्यते वा, प्रतिपादनं कर्तुं शक्यते वा भवत्या? वृक्षयुक्तं भ्याम् इति स्थितौ सुपिच आगच्छति किमिति ययादिप्रत्ययः, अतः अदन्तस्य अङ्गस्य अन्तिमवर्णस्य दीर्घः भवति, वृक्षाभ्याम् इति आगच्छति। अत्र बहुवचने झल्येत् इत्यस्य प्रसक्ति नास्ति, किमिति अकारस्य एकारादेशः न भवति, वृक्ष इति पदस्य अन्तिमवर्णः अकारः, अत्र बलीयं योजयितुं शक्यते परन्तु अकारस्य एकारादेशः न भवति। तत्येव महोदय, अत्र एकत्र प्राप्तिः नास्ति। सुपि च सूत्रं स्वीकरोतु, सुपि च 7302 सप्तमाध्ये तृतीयपादे द्व्यधिकम् एकशतम् अस्ति खलु। अनन्तरम् अत्र बहुवचने जल्येत् एतदपि सप्तमाध्याये एव तृतीयपादे एव, अनन्तरं 103 अस्ति, एतत् 102 अस्ति, एतत् 102 इदानीं तुल्यबलविरोधः इति स्वीकुर्मः चेत् अत्र एकत्र प्राप्तिः अस्ति परसूत्रं पूर्वपर इति अत्र मया उक्तं खलु, पूर्वपर अन्तरङ्ग नित्य इत्यनेन पूर्वसूत्रस्य परसूत्रं बलवत् भवति। इदानीम् अतः तत्र बहुवचने जलि जल् प्रत्याहारे अत्र सु अस्ति खलु, एतत् जल् प्रत्ययमस्ति, सुपि अङ्गस्य अतः येत् सो अत्र वृक्ष चकार उत्तरवर्ति अकारः एकारः भूत्वा कार्यं करोति, अतः एव वृक्षेषु इति अत्र एकत्र प्राप्तिः अस्ति चेत् अत्र सूत्रविरोधः नास्ति, उभयत्र एकत्र एव सूत्रस्य प्रसक्तिः अस्ति, परन्तु बहुवचने जल्येत् इति सुपि च इति अत्र कार्यं करोति। अत्र अग्रे अत्र पठामि वा महोदय? अत्र प्रथमं केवलं सुपि च प्रसक्तिः अस्ति, द्वितीयं केवलं बहुवचने झल्लेत् प्रसक्तिः अस्ति, सो एकमेकं विरो क्लेश नास्ति, मतलब क्लेश नास्ति, एकत्र प्राप्तिः नास्ति एव, एकत्र प्राप्तिः नास्ति एव। अत्र किं सूचितम्, अकारस्य स्थाने आकारः भवति वृक्षाभ्याम् इति भवति, अकारस्य स्थाने एकारः भूत्वा वृक्षेषु इति आगच्छति, अत्र विरोधः नास्ति एव, एकत्र प्राप्तिः नास्ति। अत्र अग्रे अपि आगच्छति, अत्र प्रशान्त कः का भवति, अत्र प्रशान्त अस्ति वा, पठितुं शक्यते वा, नाम किम् प्रशान्ति इति नाम किं? प्रशान्ति प्रशान्ति, अस्तु पठतु। अत्र वृक्षयुक्तं भ्यस् अत्र किञ्चित् उच्चैः पठतु, किञ्चित् उच्चैः पठतु कृपया। वृक्षयुक्तं भ्यस् अत्र किं भवति इति पश्याम, भ्यस् यञ्जादि सुप् प्रत्ययः, अतः सुपि च इत्यस्य प्रसक्तिरस्ति, भ्यस् झलादि बहुवचनात् सुप् प्रत्ययः, अतः बहुवचने झल्येत् इत्यस्य प्रसक्तिरस्ति, द्वेपि सूत्रे अन्यत्र लब्धावकाश लब्धावकाशो अपि च तयोः अधुना एकत्र प्राप्तिः वृक्ष युक्तं भ्यस् इत्यस्यां स्थितौ अतः अत्र तुल्यबलविरोधः वर्तते द्वयोः सूत्रयोः कस्य अत्र अवकाशः भवेत् इति निर्णेतुम् अग्रे पठेम अग्रे अपि पठतु आं जननि प्रथमम् एकम् उदाहरणं द्रष्टव्यं यत्र द्वयोः सूत्रयोः एकत्र एकत्र प्राप्तिरस्ति परन्तु तुल्यबलविरोधः नास्ति अत्र युक्तम् एव अस्यां दशायां किं भवति इति प्रायः सर्वे जानीमः परन्तु शास्त्रीयदृष्ट्या कथं सिध्यति इति पश्येम अत्र द्वयो सूत्रयोः प्रसक्तिरस्ति आद्गुणः च रुद्धिरेचि च इदानीमत्र सुपि च आकारस्य स्थाने दीर्घ आकारः आगत्य कार्यं करोति इति दृष्टवन्तः अतः एव वृक्षयोगः व्यां योगः अत्र इतोपि किञ्चित् वक्तव्यमेव अत्र व्यस् इति अस्ति अहं सूचयिष्यामि इदानीं अत्र पश्यतु चतुर्थी अत्र इदानीं मनसि स्थापयतु टु औजस् अम् औट् किं सर्वनाम स्थानम् अस्ति कुट् अस्ति इदानीम् अत्र विस् व्यस् व्याम् व्यां व्यस् व्यां व्यस् व्यां व्यस् एतत् एतत् षड् अस्ति खलु कुत्रापि एतत् विषये लिखतु एव व्यां व्यस् व्यां व्यस् अत्र व्यस् इति भिः भवति खलु रामैः इति भवति अनन्तरं व्यस् इति भवति रामेभ्यः रामेभ्यः इति भवति अत्र व्यां व्यस् व्यां व्यस् व्यां व्यस् एतत् सर्वाणि षड् अस्ति खलु एतत् पदसंज्ञा भवति लिखतु कुत्रापि लिखतु पदसंज्ञा भवति अनन्तरम् अत्र ता इदानीं मया पदसंज्ञा उक्तं खलु एतत् त्यजतु इदानीमत्र टा ञे ञसि ञस् नि ओस् आम् ओस् सुप् अस्ति खलु एतत् सर्वाणि ययादि न तु बासंज्ञक इति भवति ययादि न तु बासंज्ञक कुत्रापि लिखतु बासंज्ञक एतत् बहु क्लिष्टकरमस्ति महोदय भाव चत्वारः चत्वारः वासन्यक् अतः प्रथमं पञ्चं प्रथमपञ्चः तु किं भवति सुट् अस्ति सर्वनामस्थानम् अनन्तरम् एतत् सर्वाणि असर्वनामस्थानम् एतद् द्वे अस्ति वा सुपप्रत्यय मध्ये सर्वनामस्थानमस्ति असर्वनामस्थानमस्ति द्वे स्तः इदानीम् अनन्तरम् अत्र व्यस् दिस् व्यां व्यस् अनन्तरं व्यां व्यस् एतत् षड् पदसंज्ञा भवति लिखतु कुत्रापि लिखतु अनन्तरं सा व्यां व्यस् एतत् सर्वाणि अत्र षड् त्यजतु अन्ये सर्वे यञादिप्रत्ययं न तु स्ट्रोक् स्थापयतु यञादिप्रत्ययं न तु वासंज्ञा भवति इति भवति अस्तु कोऽपि प्रश्नः अस्ति वा इतः पर्यन्तम् एतत् पञ्चम विहाय सर्वाणि ययादि वा भसंज्ञक वा भवति तदेव महोदय एतदपि पृथक्तया लेखनीयं व्यां व्यस् व्यां व्यस् षड् अस्ति पदसंज्ञा भवति द रेस्ट् असवर्ण नाम ययादिप्रत्ययं न तु भसंज्ञका भवति इदानीम् अत्र सुपि च व्यस् इति अस्ति पदसंज्ञा भवति अत्र किं भवति इति पश्यामः व्यस् यञादि सूपप्रत्ययः यञादि अस्ति व्यस् अपि यञादि अस्ति सर्वाणि पदसंज्ञा अस्ति खलु व्यस् पद षड् पदसंज्ञा अनन्तरं ययादि अपि अस्ति व्यस् ययादि सूपप्रत्ययः अतः सुपि इति सुपि च इत्यस्य प्रसक्तिः अस्ति प्रसक्तिरस्ति किं सूत्रं कार्यं करोति अत्र पाठसूत्रं किं भवति अनन्तलक्ष्मी इचः इचः परस्य विसर्जनीयः इचः परस्य विसर्जनीयः रेपः अकरि इति बाटसूत्रेण रेपः भवति अतः एव प्रसक्तिरस्ति इति भवति अस्तु इदानीं व्यस् जलादि बहुवचनार्थ सुपप्रत्ययः अतः बहुवचने जल्येत् इत्यस्य प्रसक्तिः अस्ति जलादिप्रत्ययम् अस्ति व्यस् इति अतः तत्र बहुवचने जल्येत् इत्यनेन वृक्ष इति अकार उत्तरवती एकारः भूत्वा वृक्षेभ्यः इति भवति वृक्षयोगः व्यस् इत्यभ्यां स्थितौ अतः तत्र तुल्यबलविरोधः वर्तते सुपि च अनन्तरं बहुवचने जल्येत् इत्यनेन तुल्यबलविरोधः वर्तते व्यस् इति पूर्वम् एतत् तुल्यबलविरोधः नास्ति इति दृष्टवन्तः किमर्थं चेत् अत्र सु अस्ति सु अत्र यञादिप्रत्ययम् अस्ति परन्तु अत्र सु इति वृक्षेषु अकार उत्तरवती एकारः भूत्वा वृक्षेषु इति भवति एकत्र प्राप्तिः नास्ति परन्तु अत्र व्यस् स्वीकुर्मः चेत् सु इति व्यस् नास्ति परन्तु वृक्षव्यस् स्वीकुर्मः चेत् अत्र बहुवचने जल्येत् इति कार्यं करोति अतः तत्र सुपि च प्रत्ययमध्ये अपि किञ्चित् क्लेशः अस्ति एतत् तुल्यबलविरोधः कुत्र भवति कुत्र न भवति इति द्रष्टव्यम् सुपि च इति स्वीकुर्मः चेत् अत्र तुल्यबलविरोधः अस्ति वर्तते एव द्वयोः सूत्रयोः कस्य अत्र अवकाशः वर्तते चेत् निर्णेतुम् अग्रे कार्यं करोति अत्र आदुगुणः अपि अदेयङ्गुणः आ ए अस्ति गृहरेचि अपि ऐ ओ औ अस्ति एतत् अत्र किं प्रथमम् आगत्य कार्यं करोति इति द्रष्टव्यम् अत्र अपि अकः सवर्णे आगच्छति वा अनन्तरम् आदुगुणः कार्यं करोति वा एकः पूर्वपरयोः किं कार्यं करोति युको एनचि इति कार्यं करोति वा एतत् किमर्थं चेत् अत्र माघेश्वराणि सूत्राणि अदेङ्गुणः अदेङ् गुणः वृद्धिरेचि अत्र एङ् अस्ति एङ् अस्ति चेत् अत्र अत्रापि आ ए ओ अस्ति अत्रापि ए ओ ऐ औ अस्ति अत्र तुल्यबलविरोधः कुत्र भवति किमर्थम् अत्र कार्यं न करोति किमर्थम् अत्र प्रसक्तिः भवति एतत् अग्रे पश्यामि इदानीम् अत्र तुल्यबलविरोधः प्रथमम् एकं उदाहरणं द्रष्टव्यम्, अत्र आदुगुणः विषये अग्रे द्रष्टव्यम्. अत्र इतपर्यन्तं किञ्चित् क्लेशः अस्ति वा? आदुगुणकविरुद्धरेचि अग्रे पश्यामि. एतदपि बृहत् कार्यं भवति. अन्यत्र अन्यत्र इदानीम् अन्यत्र अन्यत्र लब्ध अवकाशः योः एकत्र प्राप्तिः तुल्यबलविरोधः इति महाभाष्ये वाक्यं. तादृशमेव अत्र आदुगुणः मध्ये अनन्तरं आदुगुणः मध्ये अनन्तरम् अत्र बृहदरेचि इति आगत्य कार्यं करोति चेत् अत्र किं सूत्रं कार्यं करोति इति अत्र प्रष्टव्यम्. अस्तु, इतपर्यन्तं किं किञ्चित् क्लेशः अस्ति वा, प्रश्नः सन्ति वा, संशयः अस्ति वा, पृच्छतु. अतः अत्र गीता गायत्री वदतु अन्तिमश्लोकं. सहना भवतु, सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ. अस्तु, सर्वेभ्यः नमस्कारः. धन्यवादः. शुभदिनं. श्रीगुरुभ्यो नमः. गुरु